नमस्कारः सर्वेषाम्। अस्माकं यङ्ग् लुगन्त धातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति पाठे स्वागतम्। तत्र वयं गतसप्ताहे तेतिक् लेलिक् तेतिग् अनन्तरं तेष्टिग् इति चत्वारः धातवः तेषां रूपाणि साधितवन्तः यङ्ग् लुगन्ते। तत्र किमपि वैशिष्ट्यं किमपि विशेषकार्यम् इति किमपि न आसीत्। केवलं जषस्ततोर्धः इति हि प्रत्यये परे ध इति आदेशः जषन्तधातुः इति कृत्वा आदेशः तदेव आसीत्। अन्यत् किमपि अन्यत् सर्वं सामान्यकार्यमेव। इदानीं तत्र चकारान्तदातवः इति अस्ति। ख कवर्गस्य दातवः समापिताः, इदानीं चवर्गस्य दातवः पश्यामः। तत्र चकारान्तधातुषु षिच् इति प्रथमधातुः दत्तः अत्र। षिच् इत्यत्र अपि पुनः धात्वादेशः सः इत्यनेन सिच् इति भवति। सेषिच् इति यङ्ग् लुगन्तरूपम्, अतः तद् प्रथमं साधयामः, अनन्तरं वयं वाव्रच् इत्यपि साधयामः। अरुणा भगिनी वदति वा सिच् से शिच् इति यङ्ग् लुक् धातुः? शिच् से शिच् प्राप्तम्, तत्र मध्ये अस्ति भगिनि करपत्रस्य मध्ये हलन्तधातुः इति धातवः धातूनाम् आवलिः दत्तः महोदयेन करपत्रे। एतदाधारेण यथा निर्दिष्टम् अङ्गकार्यं सन्धिकार्यं च कृत्वा येषां धातूनां चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीया। करपत्रं न प्राप्तं भगिनि, अन्य पठति अन्ये अन्ये केवलं विजया भगिनी एव अस्ति। अस्तु विजया भगिनी महोदय कुत्र अस्ति? अत्र अत्र अष्टमकरपत्रं किल, यङ्ग् लगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति। तत्र गतसप्ताहे वयं तेतिक् लेलिक् तेतिग् तेष्टिग् इति कृतवन्तः। तत्र एका आवळी आसीत् किल, ककारान्तदातवः खकारान्तदातवः इति। ऋजेर्वृद्धिः इति सूत्रम् अनन्तरम् अस्ति मध्ये करपत्रस्य मध्ये। धातु किं भगिनि? धातुः सेषिज् सेषिच् इति धातुः। शुभ् अस्ति भगिनि, चकार नास्ति। उदोस्य पूर्वस्य वा अत्र पृ ऋ गृ इति अस्ति खलु? अनन्तरं तस्मात् अनन्तरं गच्छतु, तद् तु अजन्तदातुः, तस्मात् अपि अनन्तरम् अजादि अपि प्रत्येकक्षेत्रे विषु अनन्तरम् अङ्गकार्यम् अनादि अजिषु पुगन्तलघुपदस्य नाभ्यस्ताच् मृदे वृद्धि तिक् आवलि बृहत् अस्ति। पञ्चमा वदतु भगिनि, चकारान्तदातवः भवति आरम्भं करोतु, अनन्तरं प्रायः अरुणा भगिनी वदतु। चकारान्तदातुः तत्र शिच् इति अस्ति। अत्र धात्वादेः शकसक इत्यनेन मूर्धने शकारस्य स्थाने दन्त्यसकारः आगच्छति, अतः सिच् इति भवति। इदानीम् अत्र गुणः भूत्वा इकारस्य स्थाने से भवति, अतः से सिच् भवति। व्रच इति अस्ति चेत् अत्र व्रच न आवश्यकं, प्रथमं से शिच् इत्यस्य रूपाणि साधयतु। तत्र लट् लोट् लङ् विदिले ओ ओ अस्तु अस्तु से सिच्, परन्तु धातुः तु शिच् एव, धातुः सिच् यङ्ग् लुगन्तरूपं से शिच्। अस्तु महोदय, अत्र एकनिमिषं महोदय. इदानीं शिच् अत्र ईत् प्रथमं ति ईति तः अति अस्ति. इदानीं सेचिच् इति अस्ति. अत्र अति योजनेन ति तु गुणकार्यं भवति, अतः तत्र गुणः भूत्वा एव शेषिच् इति भवति खलु. न न न शेषे शेषे चिति इति भवति. शेषे समीचीनं वा? इच्छि किल चकारः शेषे परः ति इति अस्ति. हा तत्र किं भवति सूत्रं भवति किल चोः पुः. एकनिमिषं मया लेखनीयं सेचिच् इति अस्ति. अनन्तरं सेचिच् एतत्तु ति पित् अस्ति, अतः शेषे चित् अस्ति. अनन्तरं ति अस्ति. इदानीं चकारस्य स्थाने चोः कुकु इत्यनेन ककारः भूत्वा शेषेक्ति इति भवति. शेषेक्ति सम्यक्. इदानीम् ईति अस्ति. ईति ईति तु नाभ्यस्याचि इति सार्वधातुके इत्यनेन गुणनिच्छेदः भवति, अतः तत्र शेषि चकारः अस्ति. अनन्तरम् ईति अस्ति. इदानीं चोः कुः कार्यं करोति, अतः शिकिङ्ति इति भवति. ईति इति अस्ति किल, इकारः परे चोः कुः न भवति किल. किं किं फलात् चोः जलादि एव किल, ईकारः जल् नास्ति अतः केवलं अतः. आम् महोदय, अजादिः अतः तत्र वर्णमेलनमेव. अतः शेषे चीति इति भवति. शेषी चीति गुणः अपि नास्ति इति उक्तवती किल. आमामामीति इति भवति. सम्यक् अनन्तरं तः अस्ति. एतत्तु हलादि अपित् अस्ति, अतः किमपि कार्यं नास्ति. अत्र अपि वर्णमेलनमेव. शेषी तः इति भवति. शेषी तः खलु महोदय, चकारः अस्ति. एतत् हलादि अपित् अस्ति, अतः अत्र चोः कुः कार्यं करोति, अतः शेषिक्तः इति भवति. अनन्तरम् अति अस्ति. अति अत्र अजादि अस्ति. अनन्तरम् अपित् अपि अस्ति. अत्र किमपि कार्यं नास्ति. शेषी क्षति इति भवति. शेषी क्षति. अनन्तरम् अत्र शेषिच् इति भवति. अनन्तरं सि अस्ति. अत्र हलादि एतत् गुणकार्यं भवति प्रथमम्, अतः शेषि च योगः सि भवति. एतत्तु हलादि अस्ति, अतः गुण न चोः कुः पूर्वम् अत्र गुणकार्यं भवति, अतः तत्र शेषि च योगः सि. इदानीम् अत्र हलादि अपित् अस्ति, न हलादि पित् अस्ति, अतः तत्र चोः कुः कार्यं करोति खलु महोदय. चोः कुः इत्यस्य निमित्तं जलि परे एव तत्र पित् जलि अत्र अस्ति एव. प्रथमं गुणः अनन्तरं से शे से शे सि भवति. इदानीम् अत्र इन्कोः इति सूत्रेण कार्यम् इन्कोः इति सूत्रं कार्यं करोति. अतः दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आगच्छति, अतः तत्र से शेक्षि इति भवति. मध्यमपुरुषे एकवचनम्. अनन्तरम् ईषि इति अस्ति. ईषि अत्र अपि गुणः भवति, भवितुम् अर्हति, परन्तु नाभ्यस्तस्याचित् इति सार्वधातुके इति इत्यनेन गुणनिषेधः भवति. अतः से शेषि च शेषि च योगः ईषि इति भवति. अत्र अजादि अपि तस्ति, गुणनिषेधः. अनन्तरं चोः कुः अपि न भवितुम् अर्हति, अतः वर्णमेलनमेव शेषि शेषि चीषि इति भवति. तावदेव खलु महोदय? चीषि इति दीर्घ इकारः. अनन्तरं तः अस्ति, अत्र हलादि अपि तस्ति, अतः शेषिच्छतः वा न, पुनः चोः कुः तत्र उच्चारणे एव आगच्छति किल. आमाम्, अत्र हलादि अपि तस्ति, अतः तत्र शेषि चकारस्थाने ककारः भूत्वा शेषिक्तः इति भवति. अनन्तरं शेषि शेषिक्त इति भवति. इदानीं मी ईमी भवति. मी अत्र शेषि च योगः मी. अत्र गुणकार्यं भवति, अलादि अपि तस्ति, गुणं भवति अत्र. शेषि च योगः मी भवति. इदानीम् अत्र हलादि अस्ति, अतः तत्र चोः कुः कार्यं करोति. से प्रथमम् अत्र गुणं भवति एव, अतः शेषे च योगः मी. इदानीं चोः कुः कार्यं करोति, से शेक्मि से शेक्मि इति भवति. मकारः जलि अस्ति वा? आम्, जबगडध इत्येव किल, न्यमङ्गणनम् इत्येव मकारः किल, पूर्वसूत्रम्. आम् आम्, अतः पदान्ते अस्ति खलु महोदय अत्र? न, चोः कुः जलि जलिपदान्ते एव, परन्तु पदं नास्ति किल इदानीं. सुप्तिङन्तं पदं किल, अतः तत्र गुण चोः कुः कार्यं न भवति. सत्य कार्यं न, अतः तत्र से शे से शे से सेच्मि इति भवति. सत्यं, सेच्मि. अनन्तरम् ईमि अस्ति, अत्रापि नाभ्यस्तस्याचि इति सार्वधातुके इत्यनेन गुणनिषेधः भवति. अतः तत्र किमपि कार्यं नास्ति. से प्रथमम् अत्र से शि च ईमि इति भवति, शेषि चीमि इति भवति. सत्यम्. अनन्तरं वः मह अस्ति, अत्रापि हलादि अपि तस्ति, हलादि अपि तु, परन्तु अत्र चोः कुः इति कार्यं करोति एव खलु महोदय? मकारः किल, अतः इदानीमेव वकारः जल् पुनः तदेव वकारः जलि नास्ति किल, हयवरट् लण् जब ञमगणनम् अनन्तरमेव जबगडदश आगच्छति किल, अतः कापि अत्रापि किमपि कार्यं नास्ति, वर्णमेलनमेव. अत्र से शि से शिच्छ्वः शे सिच्छ्मः इति भवति. समीचीनम्, तावदेव. तावदेव खलु महोदय. आं तावदेव सम्यक्, धन्यवादः. सिच् इति धातुः तुदादिगणीयधातुः, तस्य अर्थः भवति सिच् शरणे इति, टु स्प्रिङ्कल् टु मोयिस्टन् इति अर्थे भवति. से शिच् इत्युक्ते पुनः पुनः, टु स्प्रिङ्कल् टु मोयिस्टन्. अत्र किमपि वयं पादपानां कृते वा किमपि तादृशं, टु स्प्रिङ्कल् टु मोयिस्टन् शेचिच् इति भवति. आम् अरुणा भगिनी, लोट् वदति वा? आं भगिनि, लोट् लकारे प्रत्ययः टु इ टु तत् प्रथमं शिच् शेषिच् योगः टु टु इति हलादि पित् अस्ति, प्रथमं गुणकार्यं भवति शेषेच् टु शेषेच् टु चोः कुः इत्यनेन चकारस्थाने खकार आगच्छति शेषे टु इति भवति. ईतु अजादिपित् अस्ति, अतः गुणनिषेधः भवति. सूत्रमस्ति नाभ्यस्तस्य अजि पिति सार्वधातुके परे, ततः शेषिच् युगः शेषि तु भवति तात् अस्ति अपि तस्ति गुणकार्यं नास्ति. चोः कुः शेषिक्तात् भवति, तदेव शेषिक्ताम् अतु अस्ति, अतु अजादि अपित् अस्ति, अतः नाभ्यस्तस्य चिति सार्वधातुके गुणदेशे तद् न आवश्यकं, अतु अतु अस्ति शेषिच्छतु. हि तात् शेषि अपित् अस्ति, शेरि अपि इच्छा इत्यनेन एकं कार्यं गतसप्ताहे दृष्टवन्तः किल, तद् भवति अत्रापि. जलन्तधातुः हि परे हे हे दीदि इति दृष्टवन्तः किल गतसप्ताहे, तदेव किल. तत्र हि लिक् धातुः परे अपि हि आसीत् पूजल्भ्यो हेद्भिः. जलन्तधातुः हे हे दीः भवति इति. शेषिच् इति अस्ति, चकारः अस्ति, चकारः जल्, जलन्तधातुः हि इति प्रत्ययः परः अस्ति मध्यमपुरुष एकवचने. इदानीं हि स्थाने धी इति आदेशः भवति, हे हे दिः इति सूत्रस्य अनु सम्पूर्णसूत्रम्. अतः इदानीं हि स्थाने धी आगच्छति, समीचीनम्. शेषिच् योगः धी. इदानीं धी इति परवर्णः अस्ति, तदपि पुनः जलन्तः अस्ति किल, चलिपरे, अतः चोहोकुः. पुनः सकारः धकारः, अतः जलां झषि शिघ्रि शिद्धि भवति. तृतीयचतुर्थ अतः तत्र किञ्चित् प्रक्रिया अस्ति. प्रथमं हि स्थाने धि आदेशः, अनन्तरं धी जलि अस्ति इत्यनेन चोहकुः ककारः, ककारः झकारः अस्ति चतुर्थवर्णः जश्, जल जलां जश् जशि किल जश्, अतः जश् आदेशः भवति. तात् इति अपि अस्ति पूर्वमेव गुणनिषेधः शेषि तात् भवति चकारस्थाने चोहोगुः इति तेन शेषि शेषिक्ता शेषिक्तात् भवति तं शेषिक्तं शेषिक्ता भवति आने आवां सदे तित् अस्ति गुणः भवति शेषे शेषे गुणः भवति वा अजादि न भवति शेषिच्छानि शेषिच्छा वा शेषिच्छाम शेषिचानि शेषिचाव शेषिच्छामभ्यस्तस्य अचिप् इति सार्वधातुके स्थित् अस्ति चेदपि अभ्यस्तः अस्ति इति गुणस्य निषेधः अभ्यस्तस्य अचीत् इति सार्वधातुके समीचीनं वा भगिनि धन्यवादः महोदय लङ् वदति वा भगिनि अहं बहिः अस्मि इदानीं बहिः अस्मि अस्तु अस्तु अस्तु आम् आं वदतु महोदय आं समीचीनं महोदय आम् नमस्ते भगिनि उषा अस्मि नमस्ते क्षम्यतां भगिनि जायिनिङ्ग् समयः विस्मृतवती वा आं भगिनि तद् भवति एव प्रथम वन् टु वीक्स् तादृशमेव भवति भगिनी भवती एव उषा भगिनी वयं कुत्र स्मः इति वदामि तत्र चकारान्तधातुः सेचिच् इति स्वीकृतवन्तः तत्र सेषिच् इत्यत्र विजयाभगिनी लट् लकारम् उक्तवती अरुणाभगिनी लोट् लकारम् उक्तवती भवती लङ् कर्तुं शक्यते वा इति पश्यतु सेषिच् इति धातुः चकारान्तधातुः ओके ममपि सिद्धा नास्ति तवा विजयभगिनी वदतु लङ् भवती अनन्तरं विधिं उक्त्वा पुनः आं महोदय अहं करोमि अत्र से शिच इति भवति अत्र लङ्लकारे इत् ईत् ताम् उः इस् ईहि तं त अम् व म इति अस्ति अत्र से शिच योगः इत् अस्ति अत्र गुणकार्यं भवति अतः से अनन्तरम् अत्र हलादि अस्ति अतः तत्र चकारस्य स्थाने चोहुकुः कार्यं कर्तुं शक्यते अतः तत्र शेषे शेषेक्त इति भवति समीचीनं समीचीनमेव अकारः योजनीयः अशेषिक्त आमां लङ् सर्वदा लङ् सर्वदा लुङ् लङ् लृङ्क्ष अडुदातः इत्यनेन सर्वत्र अडागमः भवति अतः तत्र अशेषेक्त इति भवति अनन्तरम् इदानीम् ईत् अस्ति ईत् अत्र ईत् अत्र इदानीं दृष्टवन्तः अत्र किम् अस्ति नाभ्यस्तस्य एकनिमिषं महोदय अत्र भवत्याः नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन गुणनिषेधः भवति अतः तत्र अशेषि अनन्तरम् अत्र अत्रापि चोहुकुः कार्यं न करोति अजादि अस्ति अत्र अतः अशेषि अशेषि अशेक्षीत् इति भवति समीचीनं वा महोदय? अशेषी चीत् इति भवति. इदानीं ताम् अस्ति, एतत् हलादि अस्ति, अपितपि अस्ति, अतः असे असे अत्र हलादि अस्ति, अतः चोः कुः कार्यं करोति एव. से शी से शिक्ताम् इति भवति. आम्, से शिक्ताम् असे शिक्ताम् अशे शिक्त इति भवति. अशे न अत्र उः अस्ति खलु, अतः असे अशेषिकुः इति भवति. अशेषिचुः च एव तत्र उः किल, पुनः न भवति, न भवति, अशेषिचुः इति भवति, अशेषिचुः इति भवति. अस्तु, इदानीं स अस्ति, अत्र गुणकार्यं भवति, अतः तत्र असे शी न अशेषे अत्र चोः कुः कार्यं करोति, अतः तत्र अशेषे अशे अशेषे कुः इति भवति ऋत्वविसर्गौ इत्यनेन. समीचीनं वा महोदय? तत्र सा परे अपि हल्न्याभ्यो दीर्घात् इत्यनेन थ लोपः भवति किल. अतः तत्र अशेषिक् एव भवति सकारस्य हल्ग्याभ्यो दीर्घात् हल्ग्याभ्यो दीर्घात् श्रुति सपृक्तम् इत्यनेन तकारस्य लोपः भवति, अतः तकारः न भवति. तादृशमेव अत्र अपि सकारस्य अल्ग्याभ्यो दीर्घात् श्रुति सपृक्तम् इत्यनेन तत्र सकारस्य लोपः भवति, अतः तत्र असे प्रथमं गुणकार्यं भवति एव खलु महोदय? असे षे अशे असे षे अशे असे शेच् असे शेच् एव भवति सकारस्य लोपः. इत्यनेन चकारस्य स्थाने ककारः भूत्वा असे शेक् इति भवति, सकारस्य लोपः भवति अल्याभ्य दीर्घात् स्थिति सम्पृक्तम् इत्यनेन. इदानीम् ईहि इति भवति, अत्रापि असे अत्र गुणनिषेधः भवति नाभ्यस्तस्याचिप् इति सार्वधातुक इत्यनेन. असे शी असे शे अशेषीः इति भवति. अशेषीः अनन्तरम् अत्र तं त भवति. असे तं त अत्र असे गुणनिषेधः भवति, अनन्तरं तम् अस्ति, अतः तत्र चोः कुः कार्यं करोति. असे अशेषिक्तम् इति भवति. समीचीनम्, अशेषिक्तम् अशेषिक्त. अनन्तरम् अत्र अम् अस्ति, अम् तु गुणकार्यं भवति, परन्तु अत्र नाभ्यस्तास्य याचीप् इति सार्वधातुक इत्यनेन गुणनिषेधः भवति, अतः तत्र असे शी च अम् अशेषिचम् इति एव भवति. समीचीनम्, अशेषिचम्. अनन्तरं असे अत्र व अस्ति, अत्र जल् जल् नास्ति, अतः तत्र अशे शी अशे शी अशेषिच्म अशेषिच्व इति सिच्व सिच्म भवति. समीचीनं महोदय? सम्यक् सम्यक् एव, समीचीनं. धन्यवादः, धन्यवादः, धन्यवादः. उषा भगिनी विधिलिङ्ग् वदति वा इदानीम्? न श्रूयते भगिनि. नमस्ते भगिनि. इदानीं श्रूयते. अस्तु भगिनि, अस्तु भगिनि. हिच् दातु, ऐ मीन् ऐ वासन्ट् हियरिङ्ग् वाट् विजया भगिनी वास् डूयिङ्ग् भगिनी. एनिवे हिच् दातु, शि फिनिश्ड्. ऐ हाव् टु डू ओके. चकारान्त दातु शिच् दातु, शिच् से शिच् देन् से शिच् इति दातु, यात् देन् विदिलिङ्ग् ओके विदिलिङ्ग् यात् यातां युः, यात् यातां युः सर्वे प्रत्ययाः हलादि अपि प्रत्ययाः, से शिच् योगः यात्, से शिच् योगः यात् इति स्थिते यात् शेषिच् यात् शेषिच् तदेव शेषिच् यात् शेषिच् यातां शेषिच् युः देन् शेषिच्याः शेषिच् यातं शेषिच् यात् यातां युः याः यातं यात शेषिच् यात शेषिच् यां शेषिच्याव शेषिच् याम. समीचीनं. सङ्क्लिष्टरिव एव अस्ति, तस्य प्रयोगः द्रष्टव्यः कुत्रचित् कृतं वा इति. मोयिस्टन् टु साफ्टन् स्प्रिङ्कल् इति अस्ति अस्ति, कुत्रचित् तस्य प्रयोगः अस्ति वा इति द्रष्टुं. शेषिक्ति. समीचीनम्. अस्तु भगिनि, धन्यवादः. तत्र अग्रिममस्ति अग्रिममस्ति वाव्रश्च इति. अरुणा भगिनी आरम्भं करोति वा? वाव्रश्च, वाव्रश्च वयं बहु पूर्वं कृतवन्तः एव. वाव्रश्च यः अस्ति वस्त्रभ्रष्ट स्वयं कार्यं करोति वा भगिनी? सम्यक् सम्यक् तदेव, वृष्ट एव. सकारस्थाने मूर्धन्यषकारः भवति. तदनन्तरं षोडोकः इत्यनेन मूर्धन्यषकारस्थाने ककार आगच्छति. पुनः करोतु भगिनि, प्रथमतः करोतु. वावृश्च योगः उपदाम् इक् वर्णः नास्ति, तद्गुणकार्यं न आवश्यकं. वश्चृजयुज दानीयं षड्चः इत्यनेन प्रथमं षकार भवति, षकारस्थाने मूर्धन्यषकार भवति. तदनन्तरं सी अस्ति चेत् षोडोकः, षोडोकः इत्यनेन षकार षडोकः अस्ति. यदा परः स अस्ति चेदेव भवति. इदानीं ती इत्येव प्रत्ययः किल. योगः योगः ती वृश्च स्तुनास्तुः कार्ये कर्तुं शक्नोति. आवृष्टिति आवृष्टिति तत्र किमपि अन्यत् सूत्रमपि अस्ति. वावृष्टि किल, तत्र वावृष्टि इत्युक्ते तत्र कोः संयोगाद्योरन्ते च इत्यनेन तत्र सकारस्य लोपः भवति. तत् सादृशम् अस्ति. एकनिमिषं वदामि. वाव्रश्च योगः ती, प्रथमं तत्र संयोगः अस्ति पदस्य, तत्र जलिपदान्ते तत्र संयोगः अस्ति. शकारस्य संयोगः अस्ति. इदानीं तत्र किं भवति? तत्र सकारस्य लोपः भवति. पूर्वं सकारः आसीत् इति इत्यनेन तत्र सकारलोपः भवति. वाव्रश्योगः ति. इदानीं रश्च भ्रश्च इत्यनेन वाव्रश्योगः ति. इदानीं करोतु शृणाष्टुः. शृणाष्टुः इत्यनेन वावृष्टि, वावृष्टि भवति. सम्यक्, वावृष्टि इति रूपम् इति अत्रापि वर्णमेलनमेव. अत्रापि स्कोः संयोगान्तस्य न सकारलोपः भवति. वावच्यवः इति वावृष्टीति वावृश्चीति इत्येव. तत्र किमपि नास्ति कार्यं, वावृश्चीति. तत्र गुणस्यापि बाधा अभवत् किल. तदनन्तरं सः गुणनिषेधः स्कोः संयोगान्तस्य दिनेन सकारलोपः. तदनन्तरं वस्त्रभ्रज इति चिन्तयति चकारस्थाने शकारः वावष्टः. सम्यक्, वावृष्ट वावृष्टयः अति. अत्रापि शकारलो गुणनिषेधः शकारलोपः भूत वा चकारस्थाने शकार वश्च ब्रजसृजचित्रेण वा वर्षति वा वर्ष किल अजादिः. ओ सकार न आगच्छति जले वृषति वृश्यति एव. तत्र किमपि कार्यं नास्ति. शि वावृश्युगः सि प्रथमं शकारलोपवर्ति स्कोः संयोगेन वावृच् युगः शि हि. तदनन्तरं चकारस्थाने वश्चवृश्च सृजातुतेन शकार आगच्छति. तदनन्तरं षोडोकः वावृक्षि भवति. इको जन का प्लस् सि वृक्षा भवति. सकार बोधनशकार भवति. वावृक्षि वावृक्षि सम्यक् इतु. अत्र वर्णमेलनेव सकारलोपः वावृश्चीति वावृश्चीति भवति. वावृच्छीषि भवति. वावृच्छीषि मूर्धन्यशकारः तः. अत्र वावृश्योगि तः प्रथमं शकारलोपः तदनन्तरं वस्त्रभ्रजसृजनेन चकारस्थाने मूर्धन्यशकार आगच्छति. सूत्रं चतुर्धः भगिनि भगिनि तः पर एव तः न किमपि नास्ति तत्र. तत् तु जशस्ततोर्धोर्धः तत्र इदानीं तद् नास्ति. ब्रश्च ब्रश्च शृणाष्टुः तावदेव स्कोः संयोगः. वावृष्ट वावृष्टः वावृष्ट मे इमि मे वा षकारलोप भवति मे वावृष्ट नास्ति चपदश वावृष्मि न वावृष्मि वावृष्टिमि वावृजीवः वावृश्चीमः अवृष्मः वावृष्टवः एव ई नास्ति आम् इति आम् आं महोदय तत्र व्रश्च इति धातुः यदा वयं पूर्वं दृष्टवन्तः तत्र व्रश्च किं सूत्रम् एतद् व्रश्च व्रश्च सृज मृज इत्यनेन तत्र तत्र पूर्वं सम्प्रसारणकार्यम् अभवत् व्रश्च इति यदा वयं दृष्टवन्तः परन्तु यङ्ग् लुकि तस्य सम्प्रसारणं न भवति स्थिपानिर्दिष्टत्वात् आम् तत्र आसीत् कस्मिन् कस्मिन् गणे वयं दृष्टवन्तः व्रश्च इति हल् सन्देहे आम् परन्तु अदादिगणीयधातुः एव वा किं तृतीयगणे जुहोत्यादिगणीयधातुः किल वा व्रश्चेति एकनिमिषम् व्रश्च व्रश्च किल व्रश्च तुदादिगणीय वा तुदादिगणीयधातुः महोदय तुदादिगणे पृच्छति ओ व्रश्चु इति भवति अनुबन्धलोप अनन्तरं व्रच् एव तिष्ठति सम्यक् तदेव आम् सम्यक् तदेव व्रश्च इति धातुः तत्र पृच्छति इति भवति सम्प्रसारणं भूत्वा विच्छति इति भवति इदानीं तत्र व्रश्च व्रश्च इति सूत्रं सम्प्रसारणं ग्रहीजाव्यति वष्टि विच्छति वृक्षति तत्र भवति सम्प्रसारणं भवति सम्यक् वृच्छति इति स्थिपा निर्दिष्टा अतः यङ्ग्लुकि तत्र सम्प्रसारणं न भवति सुदादिगण्यता सम्यक् इच्छति समीचीनं वा आं महोदय भवान् लोट् वक्तुम् इच्छति चेत् वदतु महोदय वावृष्टि खलु तत्र वावृष्टि इत्युक्ते इदानीं एकनिमिषं तत्र आदौ एव भवति वा कोः संयोगान्ते चेत् सूत्रसङ्ख्या आरम्भे कोः संयोगाद्योरन्ते च अग्रे एव अस्ति परन्तु आरम्भे एव तस्य कार्यम् अकृतव्यूहाः पाणिनीयाः तद् न्यायेन सत्यं वावृष सोकार सकारस्य शकार अभवत् तत् सकार इदानीं तत्र वावृष इति अस्ति वावृष वावृषयोग तु इति अस्ति तत्र शकारस्य षत्वं भवति वावृष योग तु अनन्तरं ष्टुनाष्टुः वावृष्टुः वावृष्टु अग्रे वावश्चीत् ईतु इति वावृश्चीतु तत्र किमपि नास्ति तत्र कोः न भवति जलीपदान्ते नास्ति तात् अस्ति तत्रापि सकारस्य लोपः अनन्तरं ष्टु षकारः छशांशः इत्यनेन क्षम्यताम् सत्यं छशांशः इत्यनेन षत्वम् अनन्तरं ष्टुत्वम् आवृष्टात् वावृष्टादिति भवति तथैव ताम् इति अस्ति वावृष्टाम् इति भवति वावृश्चतु अत्र किमपि नास्ति, तत्र अजादि अस्ति, वावृश्चतु वावृश्चतु वावृश्चतु इति अस्ति, वावृश् योगः इति अस्ति, अत्र स्कोः इति जलि अस्ति इति कृत्वा अत्र वावृश् योगः इति अस्ति, हि इति जल् अस्ति, अत्र भूजल्पहेदि इति धी भवति खलु, धी इति अस्ति, धी इति अस्ति, इदानीं तत्र षत्वं भवति वावृश् योग धी इति इदानीम् अस्ति, इदानीं तत्र षकार धकार अस्ति, तर्हि तत्र मष्टुत्वं वावृश् योग वावृश् योग धी इति भवति, वावृश् योग धी, इदानीं वावृश् योग धी खलु, तत्र षकार डकार अस्ति, वावृश् किं भवति इदानीं वावृश् एकनिमिष, षकार डकार अस्ति, षत्वस्य किं भवति वावृश् षडोः कः सि नास्ति, इदानीं जस्त्वं वा वावृड् योग वावृड्डि इति वावृड्डि इति भवति, वावृड्डि इति वावृड्डि वावृड्डि वावृष्टात् अत्र वावृष्टात् इत्येव वावृष्टं वावृष्ट इति अस्ति, वावृश्चानि वावृश्चाव वावृश्चाव आम् वावृश्चाव वावृश् वावृश्चाम इति रूपाणि सर्वत्र नाभ्यस्य चीपिति अचिपि तत्र नास्ति खलु, तत्र गुणः नास्ति खलु, तत्र आनी आवाम इति गुणः किल, अपित् क्षम्यतां पित् पित् अस्ति परन्तु तत्र तत्र इक इक इगन्तरु अङ्गं नास्ति खलु, नाभ्यस्थस्य अचिपिति इत्यस्य गुणस्य खलु उपादायस्य गुणः खलु, आम् समीचीनम् आम् तद् इगन्तं वर्णमेलनम् आम् सत्यं तत्र इगन्त तत्र गुणस्य प्रभावः एव नास्ति सत्यं वावृच्छानि वावृच्छाव वावृच्छाम समीचीनं सत्यं अतः भगिनि किमर्थं वयं किमर्थं वयं सम्प्रसारणम् इति डिस्कशन् न न अहमेव चिन्तितवती तत्र व्रच् व्रश्च इति धातुः वयं वृच् इति कुर्मः किल सर्वदा तत्र इति सुदादिगणीयधातुः अस्ति तत्र ग्रहीजा वै वदि वृच्छति इति अस्ति किल तत्र टिपा निर्दिष्टम् इत्यनेन यङ्ग्लुकि तस्य सम्प्रसारणं न भवति न भवति गणे निर्दिष्टं तिपा निर्दिष्टं अपि च एक एकाल् किमकाल् श्लोकः किल गणेन गणेन स्तिपा अपि अन्यदेकम् आसीत् स्मरामि कुत्र नास्ति कुत्रचित् अन्यत्र प्रायः करणेन किमपि अस्ति अत्र किमपि अस्ति पुनः वदतु गणेन अपि च स्टिपा अपि च इत् इत् संज्ञकेन केनापि इत्संज्ञकेन किमपि अस्ति खलु तादृश अस्ति वा एकाले किमपि त्रयः निमित्त पश्यामि भवति अहं लिखित्वा आं श्लोकः अष्टिपा शपा अनुबन्धेन निर्दिष्टं यद् गणेन च यत्र एकाच् ग्रहणं चैव पञ्चैतानि न यङ्लुकि स्टिपा शपा अनुबन्धेन निर्दिष्टं शपा अनुबन्धेन अनुबन्धस्य पूर्वं खलु भगिनी यङ्ग्लुक् कृते एव वयं दृष्टवन्तः तत् श्लोक पञ्च यत्र एकाच् ग्रहणं चैव पञ्च एतानि न यङ्ग्लुकि एकाच् ग्रहणम् एकाच् ग्रहणम् पञ्च एतानि न यङ् आम् पूर्वं दृष्टवन्तः परन्तु इदानीमेव पाठे स्मः तदा विस्मृतवन्तः पूर्वं बहु पूर्वं यदा वयं भुआदिगणं पठितवन्तः तस्मिन् समये एव एतत् आगतं किल पिपाष्टं निर्दिष्टम् इति महाभारते कर्णस्य तत्र सः यदा बाणं तत्र योजयति तदा तस्य उपयोगस्य तादृशमेव आम् तदेव अहं चिन्तितवती तत्र वृश्च वृश्च इति भवति किल किमर्थम् इदानीम् आम् तिपा निर्दिष्टम् अतः तत्र यङ् लुकि तस्य न भवति पञ्चैतानि न यङ् लुकि समीचीनम् उषा भगिनी लङ्गि वदति वा भगिनि आं भगिनि वा ब्रश् इति दातु अवाब्रश् प्रथमम् अडागमः अवाब्रश् योगः तकारः अवाब्रश् तकारः तकारः इति अस्ति देन् ब्रश् देन् ब्रश्च ब्रश्च इत्यनेन श्रुत्वं शकारः भवति वा अवाब्रश् भवति अवाब्रश् योगः तकारः तकारः शृणाशुः इत्यनेन टकारः भवति अवाभ्रष्टः इति भवति अवाभ्रष्टः भवति वा एकवारं चिन्तयतु अवाभ्रष् ओ हल्न्याभ्योदीर्घात् ओ तकारः हल्न्याभ्योदीर्घात् इत्यनेन तकारः लोपः भवति अवाभ्रष् अवाभ्रष् एव भवति तत्र स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति समीचीनम् अतः अवाव्रच् ब्रश्च ब्रश्च इत्यनेन षत्वम् अवाव्रश् जलां जशोन्ते अवाव्रड् वावसाने अवाव्रट् स्कोः संयोगाद्योरन्ते च इत्यनेन तदेव प्रथमं पूर्वं सकारः आसीत् इत्यनेन तत्र सकारस्य लोपः कृतव्यूहाः पाणिनीयाः इति सर्वं वयं पूर्वं दृष्टवन्तः किल तत्र नशिष्यमानं निमित्तं न स्वीकर्तव्यम् इति किमपि तत्र न्यायं किल परिभाषा आसीत् कृतव्यूहाः हल्याभ्यो दीर्घात् इति नास्ति वा इत्यनेन तद् भवति अपृक्त एकाल् तकारः लोपः देन् स्कोः संयोगाद्योरन्ते च तदपि जलिपदान्ते एव अतः तस्य पदसंज्ञा जातः इति अस्य कार्यं सकारलोपः ब्रश्च ब्रश्च षत्वं जलां जशोन्ते षत्वं ढ भवति षकारस्य ढ वा अवसाने कर् अवाव्रट् षत्वम् भगिनि स्कोः ऐ डोण्ट् सी द अवाव्रश् अवाव्रश् योगः तकारः तकारः लोपः हल्न्याभ्योदीर्घात् अवाव्रश् भवति अवाव्रश् सकारककारसंयोगः शकारचकारसंयोगः किल ब्रश्च ब्रश्च इत्यत्र ब्रश्च इत्येव अस्ति किल आं भगिनि चकारः रेपः चकारः चकारः समीचीनम् अत्र शकारचकारयोः संयोगः अस्ति बट् वेडिट् चकारकं फ्रम् भगिनि तद् धातुः एव चकारान्तधातुः किल अत्र श्रुत्वम् अभवत् तद् लौकिकधातुः खलु सकारमूले सकार अस्ति तत्र चकारस्य कारणेन षत्वम् अभवत् अतः तत्र सकारस्य लोपः भवति इदानीम् शकार नास्ति यद्यपि दृश्यते खलु तादृशः अस्ति. मूलधातुः एव ओं व्रश्च इति, ओं व्रश्च छेदने इति धातुः भगिनी. ओ व्रश् छेदने, ओके. ओं व्रश्च छेदने इति धातुः. तत्र यदा वयम् अनुबन्धं सर्वं कुर्मः तत्र व्रश्च इति आसीत्, व्रश्च इति. तत्र सकारस्य, क्षम्यतां, चकारस्य प्रभावेन इदानीं षकारः अभवत्. ओके, व्रश्च. इदानीं मूले सकारः आसीत् इति कृत्वा तस्य कोहसंयोगाद्योरन्ते च इत्यनेन लोपं कुर्मः. ओके, ओ ब्रच् इति धातु भगिनि, ओ ब्रच् इति धातु. देन् चकारस्य प्रभावेन चकारः शकारः भवति, व्रश्च भवति. ओके, चकारस्य प्रभावेन न, चकारस्य प्रभावेन, चकारस्य प्रभाव. वाट् इस् दट् सूत्रं दत्त चोटिया. कोश्चुनाश्चुः इत्येव किल, सकारः चकारः चुत्वम्. ओ ओके ओके, तालव्यः दन्त्यः तालव्यः जातः, चकारः एव किल, चुत्वं भवति. You can do that, but you have to have a pen, paper, write it, then only you will visualize it. Okay. And, you know, today I'm totally off, again, so sorry. Bhavati eva. You, Bhagini, go ahead, Bhagini, because there's so many distractions here. Sorry, Bhagini. Nasti chinta. I'll listen, Bhagini. अतः अवाव्रड् अवाव्रट् नास्ति चिन्ता भगिनी. अवाव्रड् अवाव्रट् इति एकवचने विजया भगिनी करोति वा? हा करोतु, एकः करोतु. अवावृश् युगत् इति अस्ति अत्र. हल्ग्यादीर्घसूतिसप्तम् हलितेन लोपः अवावृश् अवावृश्च इति इदानीं स्कोसयुगान्ते च इत्यनेन सकारस्य लोपः अवा व्रश् इति. इदानीं शकारस्य षत्वं भवति खलु, चकारस्य षत्वं भवति. अनन्तरं तत्र जलां जसवन्ति इत्यनेन अवाव्रड् इति रूपं. किं सम्यक् खलु? सम्यक् सम्यक् एव. अवाव्रड् अवाव्रट् अवावृश्च योग ईत् अत्र किमपि नास्ति. अवावृश्चीत् अवावृश्चीत् सम्यक्. अवावृश्चयोगताम् इति अस्ति तत्र. यथा वयं दृष्टवन्तः लोट्लकारे तत्र तत्र सकारस्य लोपः अनन्तरं व्रश्च व्रश्च सृजवृज जयराज राजचषाम् इत्यनेन षत्वम् अवावृष्टाम् अनन्तरं स्तुत्वम् अवावृष्टाम् इति भवति. अवावृश्च योगौः अवावृश्चुः अवावृश्चुः इति केवलवर्णमेरणम्. अवावृश् अवावृश्च योगस् इति अस्ति तत्र लोपः. हल् एव दीर्घ सूति सप्तम् हलित्यनेन लोपः. अनन्तरं सकारस्य लोपः स्कोः संयोगान्ते चैत्रेण अवावृश् इदानीम् अवावृट् अवावृट् इति जलां दशवन्ते इत्यनेन अवावस जलां दशवन्ते वावसाने खलु वावसाने. आम् आम् सत्यम्. अवावृश्चि अवावृश्च योग ईः अवावृश्चीः इति अवावृश्चीः इति वर्णमेलनं तथैव तं त इति अवावृष्टम् अवावृष्ट इति भवति. अवावृश्चम् इति अत्र किमपि वर्णमेलनमस्ति. अवावृश्च अवावृश्य अवावृश्योग वृश् योग वा अवावृश्वा अवावृश्मा अत्र किमपि न तत्र स्कोः न भवति. किमर्थं जलिपदान्ते नास्ति इति कृत्वा तर्हि अवावृट् अवावृट् अवावृश्चीत् अवावृष्टाम् अवावृश्चुः अवावृट् अवावृश्चीः अवावृष्टम् अवावृष्ट अवावृश्चम् अवावृश्वा अवावृश्म वृश्म. सम्यक्, क्लेशः अस्ति. आं तद् किञ्चित् यङ्गुकी किञ्चित् सङ्क्लिष्टर् इव अस्ति. छेदने वृश्च इति छेदने इति धातोः अर्थः अपि समीचीनम्. तत्र वृश्चिकः इति तत्र वृश्चिक तत् अनेन एव भवति अभवत् इति पृच्छति इति वृश्चिकः किल. आमां तत्र छेदने करोति खलु दञ्जनं छेदनकार्यमेव करोति किल तद् आमां वृश्चिकः सम्यक् आम् वृश्चिकः वावृश्च इत्युक्ते वावृष्टि इत्युक्ते वारं वारं वृश्चिकः वारं वारं वावृश्चिकः वावृष्टि वावृष्टि वृश्चिकः वावृष्टि. सम्यक् धन्यवादः महोदय. विजया भगिनी विधिलिङ्ग् वदतु भगिनि. जनाः अपि जनाः अपि कटुवचने वावृष्टि वावृश्चति वावृश्चति वावृश्चनं वावृश्चति वावृश्चति समीचीनम्. एकवचने वावृष्टि इति भवति छेदनं छेदनार्थे पृच्छति पृच्छति इति एक लट् रूपं यङ्ग् लुक् रूपं तु वावृष्टि वावृष्टि वृष्टिः नास्ति वृष्टि वावृष्टि. किञ्चित् यङ्ग् लुक् किञ्चित् टङ्ग् ट्विस्टर् इव एव अस्ति. अतः एव अहम् उक्तवती प्रयोगः कुत्र इति द्रष्टव्यं कथं वा प्रयोगः कृतवन्तः इति तत्र अन्वेषणं. मैसूर् मध्ये भगिनी तत्र एम् वि नागराजराव् इति प्रसिद्धः विद्वान् अस्ति, संस्कृतविद्वान् अस्ति खलु तत्र सः नागराजराव् इति बहुत्र सः बहु प्रसिद्धः अस्ति. सः सुधर्मस्य आनररी एडिटर् सम्पादकः अपि अस्ति. बहूनि पुस्तकानि अन्यानि रचितवान् अस्ति नागराजराव् इति. तस्य भाषणे अहं बहु सर्वदा शृणोमि. तत्र सः बहु प्रयोगं करोति अस्य. ओ अस्तु अस्य करोति. ओ आम् अन्वेषणं कवि अस्ति अतः तत्र सर्वदा कवि अस्ति वा प्रसिद्धकवि अस्ति. सामान्यतया तु न दृश्यते, पश्यामः. पण्डितः तत्र कृतकथा दृश्यते. तत्र केचन कुर्वन्ति तस्य प्रयोगः, परन्तु बहु कष्टेन कुर्वन्ति. तत्र सरलतया तत्र सरलतया नास्ति. यदा वदामः चेदपि तत्र मनसि स्थातव्यं किल, तदा एव वयं तस्य उपयोगं कुर्मः. तद्रूपमेव किञ्चित् क्लिष्टकरमस्ति, तदा कथं वा वयम् उपयोगं कुर्मः. तत्र एकमस्ति वरीवर्ति भोभूयते इति आधिक्येन अहं शृणोमि. तत्र भोभूयते अथवा वरीवर्ति इति तस्य प्रयोगः बहुत्र कुर्वन्ति, परन्तु अन्येषां नाम न दृष्टवान् न श्रुतवान् तत्र अधिकं न श्रुतवान् अपि अधिकं, परन्तु प्रायः भवेत् प्रायः भवेदाम्. परन्तु यदा वयं पुस्तकं पठामः तत्रापि एतादृशप्रयोगः न दृश्यते. न दृश्यते अहं सत्यं पश्यामः. इतोपि अवधानं दातव्यम् इति चिन्तयामि कुत्र अस्ति. अस्तु भगिनि वदतु भगिनि विजया भगिनि. अत्र वृच्छ इति भवति वृच्छ. अत्र विधिलिङ्ग् मध्ये किमपि कार्यं नास्ति एव. अत्र गुणनिषेधः भवति, अनन्तरम् अत्र सर्वत्र अत्र हलादि अपित्येव अस्ति. अतः तत्र वृक्ष्यात् वृक्ष्यातां वृक्ष्युः वृक्ष्याः वृक्ष्यातां आमां वा वृक्ष्यात् वा वृक्ष्यातां वा वृक्ष्युः वा वृक्ष्याः वा वृक्ष्यातं वा वृक्ष्यात वा वृक्ष्यां वा वृक्ष्याव वा वृक्ष्याम इति भवति यङ्ग् लुगन्तदातुः विधिलिङ्ग् मध्ये. धन्यवादः धन्यवादः. अरुणा भगिनी पाप्रच् पाप्रच् आयोः अस्ति. पाप्रच् चकारस्य हित तदपि पूर्वं वयं कृतवन्तः पाप्रच्छ वश्च ब्रज सृज इति सूत्रेण अत्रापि शकार भवति भगिनि तत्र स्वोः शूड् अनुनासिके च इति एकं सूत्रं दृष्टवन्तः किल तस्य प्रसक्तिः प्रथमं भवति अनन्तरमेव व्रश्च ब्रश्च आगच्छति तत्र सूत्रक्रमः भवति किल षत्वं भवति अनन्तरमेव सूत्रं वदति तक्सहित अङ्ग अस्ति सा अस्ति बट् किति किति प्रत्ययपरे एव भवति भगिनि श्वोः शूडनुनासिके च इति वा न तदेव तस्य एव कार्यं भवति निति जलादि कित् इति भवति तत्र जलादिः अस्ति इति कृत्वा पाप्रत्ययोगः इति तत्र प्रथमं श्वोः शूडनुनासिके च इत्यनेन षत्वं श भवति ताळव्य पाप्रश्योगः ति इदानीं व्रश्च ब्रश्च पुनः वदतु भगिनि अत्र पाप्रश्योगः शूडनासिके च अत्र जलपत्य अस्ति कित् ङित् नास्ति तदेव वयं चर्चितवन्तः किल तत्र काशिकामतम् एकमस्ति अन्यत् मतम् अस्ति न काशिकामतेन कित् ङित् इति न स्वीकुर्मः प्रायः तादृशं किमपि आसीत् तत्र मतभेदः अस्ति इति अतः तत्र वयं जल जलिपरे इति स्वीकृत्य तत्र तुक्सहितचकारस्य स्थाने शकारः आदेशः तदन्तं सृज इत्यनेन प्रश्युगः ति अस्तु नास्तु प्रष्टि प्रष्टि भवति प्रष्टि भवति पाप्रष्ट्यम् इति अत्र वर्णमेलनमेव प्राप्रचीति प्राप्रचीति पाप्रच्युहतः अत्रापि श्वः सुदनासिकेन प्रथमं शकार आगच्छति तदनन्तरं ब्रश्च ब्रश्च सृजमुजेन तालवेशकारस्थाने मूर्धन्यशकार भवति फ्रेश् योगः तः प्रष्टः प्रष्टः अति अस्ति अति अपि तु अल अजादि तथा प्रच्छति भवति पाप्रच्छति सि अस्ति चेत् प्रापच्छति सि अद्य जल् अस्ति अत्रापि स्थानकार्यमेव श्वः सुडनासिके जनेन प्रथमं तलवेशकार अपि आगच्छति स्थले भ्रष्टभ्रष्टसृजमुषयित् सूत्रेण अलवेशकारं मूर्धन्यशकारः भवति प्रश् पाप्रश् योगः सि अधुना एव षोडोक सत्यं षडोहोकः सि सत्यं कृत्वा ढकार पाप्रश् प्रश् कः का भवति किल षडोः कः सि पाप्रक् योगः सि इदानीं प्रप्रक्षि भवति सत्यम् आदेशप्रत्ययोः पाप्रक्षि सम्यक् ईषि वर्णमेलनमेव प्राप्रक् पाप्रचीषि सम्यक् पाप्रचीषि तः पाप्रच् अत्रापि प्रथमन्तः जन्वर्णः अस्ति तत्र चकारस्थाने शकारशोः कुरु शोः श्वोः सुगन्नासि किञ्चित् प्राप्युगतः विष्टवृच्छसृज मृज इति सूत्रेण प्रापृष् प्रापश् युगतः तः पापृष्ठः पापृष्ठः सम्यक् पापृष्ठ पापृष्ठ मि इमि अत्र प्रापच्मि भवति अत्र मे जल् नास्ति प्रापच्मि पापश्वः तत्र अनुनासिके अनुनासि श्वोः शूड् अनुनासिके च किल मकारः अनुनासिकवर्णः तत्रापि भवति ताळवेशकारः भवति व्रश्च व्रश्च एव न भवति तावदेव प्रापश्मि भवति पाप्रश्वः प्राप्स्मः अतः सर्वत्र श्वोः शूडनुनासिके च इत्यस्य प्रसक्तिः अस्ति अनेन ताळव्यषकारः भवति तुक्सहितचकारस्य स्थाने ताळव्यषकारः व्रश्च व्रश्च केवलं जलिपरे समीचीनम् एतदपि आम् सत्यं स्थिपानिर्दिष्ट अत्रापि सम्प्रसारणं न भवति स्थिपानिर्दिष्टं यङ्लुकि सम्प्रसारणं न समीचीनम् अस्तु महोदय भवान् एव लो एकनिमिषं प्रापृच्छ प्रापृच्छ योग तु इति अस्ति तत्रापि पाप्रच् प्राप्रश् षोडु षूडानासिके पाप्रश्च पाप्रश् योग तु अनन्तरं षत्वं व्रश्च व्रश्च इत्यनेन तत्र चषांशः इत्यनेन तत्र षत्वं तत् तर्हि पाप्रष्टु इति भवति पाप्रष्टु पाप्रष् एकनिमिष कुत्र गतम् एकनिमिष अस्तु पाप्रच् योग इति पाप्रचीतु इति भवति पापृच् योगतात् अत्रापि पापृश् योगतात् पापृश् योगतात् अनन्तरं षत्वं स्तुत्वम् इदानीं तदा पापृष्टात् इति भवति पापृष्टाम् इति भवति पापृच् योग अतु पापृच्छतु पापृच्छतु इति भवति पापृच् योग हि इति अस्ति तत्र झलि अस्ति अतः तत्र क्षम्यता हे धी इति भवति खलु आदौ धी इति भवति पूजल हे धी इति अस्ति अनन्तरं तत्र षत्वं पाप्रश् योग धी अनन्तरं षकारस्य मूर्धन्यषकारादेशः भवति चषांशः इत्यनेन पाप्रश् योग धी इदानीं पाप्रश् योग धी इति भवति ष्टुत्वम् अनन्तरं जलां झ झषि इत्यनेन पाप्रढि इति भवति सत्यं पाप्रच् योगतात् तत्रापि पापृष्टात् इति भवति अत्र तालव्यषकारः अनन्तरं षत्वम् अनन्तरं ष्टुत्वं पापृष्टात् पापृष्टं पापृष्ट इति भवति पाप्रच् योग आनि वर्णमेव पापृच्छानि पापृच्छाव पापृच्छाम इति सम्यक् तावदेव किमपि अन्यत् नास्ति धन्यवादः महोदय विजया भगिनी लङ् वदतु भगिनि भगिनी अस्ति वा विजया भगिनी आम् अस्मि महोदय. अत्र अन्लाक् करणीयम्, अन्लाक् करणीयम्. अत्र लङ् अस्ति, अत्र पाप्रच् अस्ति, पाप्रच् पाप्रच् इति अस्ति. प्रथमम् अत्र लङ् मध्ये त ईत् ताम् उः इस् ईः तं त अं व म अस्ति. अत्र सर्वत्र लुङ् लङ् लुङ् ष अडुदातः इत्यनेन अडागमः भवति, अतः आ पा प्रच् इति भवति. योगः इत् अस्ति प्रथमम् अङ्गकार्यम्, अनन्तरमेव अत्र अल्याभ्यदीर्घातिसूति सकृतम् इत्यनेन तकारः अपगच्छति, इत् भवति अपगच्छति. अनन्तरम् इदानीम् आ पा प्रच्छ इति भवति. अत्र वृक्ष वृक्ष वृज यज राज राज चषां शः इत्यनेन अत्र शः भवति. अतः आ पा प्रश् इति भवति खलु महोदय, प्रश्. तद् एतद् श्वोहशूडनुनासिके च उक्तवती वा? तदेव प्रथमं भवति 6490. तत्र तुसहितचकारस्य स्थाने शकार ताळव्यशकारः प्रथमकार्यं प्रथमकार्यं स्योः संयोगाद्योरन्ते च इत्यनेन अत्र इदानीं चकारः चकारः एव अस्ति किल, चकारद्वयमस्ति अल्पप्राण महाप्राण. अतः स्योः शूडनुनासिके च इति सूत्रेण तत्र तुसहितचकारस्य स्थाने ताळव्यशकारः आगच्छति, अपाप्रश् योगः थ. आम् आम् आम् भवती अत्र उदाहरणम् अत्र पाप्रश् योगः सि पाप्रश् इति भवति सि अत्र. आम् अत्र एतत् भवत्या अत्र दत्तमेव. इदानीम् अत्र अतः चोः अङ्गस्य सूड् किङ्गलोः इति एतेन अनुनासिकः च भवति, अतः तुक् सहितचकारः भवति. इदानीं पाप्रच् इति भवति, अनन्तरम् अत्र तकारस्य लोपः भवति. पाप्रश् योगः पाप्रश् योगः अत्र इदानीं वृक्ष वृक्ष वृक्ष वृक्ष सृज मृज यज राज राज शशां शव इत्यनेन शकारः भवति. अतः तत्र अ पा प्रश् इति भवति. जलां जशन्ते जलां जशन्ते इत्यनेन डकारः भवति. अत्र अ पा प्रड् इति भवति वावसाने. अनन्तरम् अत्र वा अवसाने इत्यनेन अत्र रूपं द्वयं भवति, अ प्रड् अ प्रट् इति भवति वा अवसाने इत्यनेन. समीचीनं. अनन्तरम् अत्र ईत् अस्ति. आम् ईत् ईत् अस्ति. अत्र आ पा प्राच् प्रच् इति भवति. अत्र ईत् भवति. ईत् गुणकार्यं भवति, परन्तु नाभ्यस्त एतत् सूत्रेण नाभ्यस्तस्याचीत् इति सार्वधातुके इत्यनेन अत्र गुणनिषेधः भवति. अतः तत्र प्रथमं तादृशमेव भवति. इदानीं भवत्याः अत्र तत्र अपि तुक्सहितचकारः एव खलु महोदय, तुक्सहितचकारः, परन्तु परः तु जल जल्वर्णः नास्ति किल, अजादिः एव. तत्र गुणस्य अपि किमपि इक् वर्णः नास्ति, लघु इक् अपि नास्ति, अन्ते इक् अपि नास्ति, अतः गुणस्य गुणकार्यमपि न भवति. अपाप्रचीत् तावदेव अपाप्रच् इति भवति अन्तिमरूपं. तत्र किमपि कार्यं नास्ति. अनन्तरम् अत्र ताम् अस्ति. ताम् अत्र अत्र स्टुणास्तुः प्रथमम् अत्र ताम् अस्ति. अ प्रच् इति भवति योगः ताम् अस्ति अत्र व्रच व्रच सृज मृज यज राज इत्यनेन शकारः भवति आ पा प्रश् इति भवति अनन्तरं ताम् अस्ति ताम् अस्ति तत्र स्टुना सुगु इत्यनेन टकारः भवति अतः तत्र अपा प्रष्ट अपा प्रष्ट इति भवति अपा इदानीं जलोन् जशौन्ति इत्यनेन टकारः भवति अप्रप्रड् इति भवति अनन्तरं वा अवसाने इत्यनेन अपा द्विवचनं किल ताम् इति अस्ति ताम् तत्रैव तिष्ठति ताम् इति अस्ति ताम् अतः तत्र अपा प्रष्टाम् इति भवति प्रष्टाम् इति भवति अपाप्रष्टुः इति भवति अपाप्रष्टुः प्रच्छुः एव उहु उहु इति अजादि अपाप्रच्छुः अपाप्रच्छुः प्रच्छुः वर्णमेलनेन अत्र अजादि अपि तस्ति किमपि कार्यं नास्ति अत्र वर्णमेलनमेव अनन्तरम् अत्र इस् अस्ति अपाप्रच्छ् इति भवति अत्र प्रथमम् अत्र जलादि अस्ति अतः तत्र अत्र अपि व्रच्छ व्रच्छ इत्यनेन अपा प्रश् इति भवति अनन्तरं तत्र सकारस्य स्थाने हल्क्याभ्य दीर्घस्य श्रुति सप्रुक्तम् इत्यनेन लोपः भवति अतः तत्र ऋतुविसर्गौ इत्यनेन सकारः तु गतः किल लोपः अत्र किमपि कार्यं नास्ति तत्रैव तिष्ठति अपाप्रच् अपाप्रश् इति भवति पाप्रश् पुनः जलां जशोन्ते वा अवसाने अपाप्रश् अनन्तरं जलां जशोन्ति इत्यनेन डकारः भवति अपाप्रड् भवति अनन्तरं वा अवसाने इत्यनेन अपाप्रड् इति भवति रूपद्वयं भवति डकारः अनन्तरं टकारः अनन्तरम् ईः अस्ति अत्र अपि किमपि गुणनिषेधः भवति किमपि कार्यं नास्ति अजादि अपि तस्ति अतः तत्र अपा अपा प्रच्छिः इति भवति वा महोदय तावदेव अनन्तरम् अपाप्रष्टं भवति अपाप्रष्ट इति भवति अनन्तरम् अम् व म भवति अपा अपा अत्र अपि किमपि का एतत्तु गुणकार्यं भवति परन्तु अत्र नाभ्यस्त गुणकार्यं तु न भवति तत्र गुणस्य प्रसक्तिः एव नास्ति इगन्ताङ्गमपि नास्ति लघु इकपि नास्ति किल गुणकार्यं स्थूल अक्षरमस्ति अजादि अपि अस्ति अतः किमपि इगन्ताङ्गमस्ति चेत् गुणः भवति इगन्ताङ्गं नास्ति केवलम् एक अपाप्रच्छं समीचीनं वर्णमेलनं व म इत्यत्र कार्यमस्ति तत् सुक्सहितचकारः अपाप्रच्छं भवति अनन्तरम् अत्र वकारः व अस्ति अत्र अत्रापि किमपि कार्यं नास्ति एव महोदय अपाप्रष्ट्र अस्ति मा इत्यत्र अपाप्रश्म इति भवति सुहितचकारः अनुनासिके च किल अतः तत्र अनुनासिकवर्णः मकारः इति कृत्वा अपाप्रश्म इति भवति वकारस्य न भवति अपाप्रच्छ्म प्रच्छ्व प्रच् प्रश्म इति भवति अत्र व्रच्छ व्रच्छ इति कार्यं करोति अतः तत्र कार्यमेव न अपाप्रच्छ्व इति अत्र किमपि कार्यं नास्ति परन्तु मकारस्य स्थाने श्वोः षूडनुनासिके च इत्यनेन इत्यनेन तुक् सदिक चकारः 6419 सूत्रसङ्ख्या अनेन शकारः अपाप्रश्म यङ्ग्लुक् क्षम्यतां विधिलिङ्ग् अपि वदतु भगिनी अनन्तरं समापयामः अत्र या तिथिः अस्ति अत्र हलादि अपि तस्य किमपि कार्यं नास्ति. अत्र पा प्रच् इति भवति, पा पा प्रच् इति भवति, पाप्रच्यात् पाप्रच्याताम् पाप्रच्युः पाप्रच्याः पाप्रच्यातम् पाप्रच्यात पाप्रच्याम् पाप्रच्याव पाप्रच्याम इति वर्णमेलनमेव सर्वत्र अत्र. समीचीनं, सम्यक्. अतः पाप्रच् इति अत्र त्रयः दातवः कृतवन्तः. अग्रिमसप्ताहे किञ्चित् भवन्तः एव त्यज् ब्रश्च बाब्रश्च मृच् त्रयं प्रायः समापयन्तु. मम तु परीक्षा अस्ति अग्रिमसप्ताहे, सेमिस्टर् एक्साम् अस्ति. महोदय भवान् यदा शक्यते किञ्चित् रेकार्डिङ्ग् अपि करोतु महोदय, यदा प्रश्नाः सन्ति चेत् वयं तस्मात् अग्रिमसप्ताहे तद् निवारणं कर्तुं तत्र धातुत्रयं कर्तुं शक्यते. पूर्वं कृतवन्तः एव तत् परिचितदातवः एव. तात्यज् बाब्रश्च मरीमृज् मरीमृज् बहुवारं वयं कृतवन्तः. मृजे मृद्धिः आगच्छाम् वारं वारं मरीमृज् अतः तद् त्रयं कुर्मः. एकस्मिन् वर्गे त्रयः एव शक्यते, कुर्वन्तु. तदनन्तरं वयं लो लुट् आरभ्य कुर्मः. समीचीनं वा? धन्यवादः, शुभरात्रिः महोदय. शुभाशयाः भवत्याः परीक्षा कृते. धन्यवादः भगिनी. धन्यवादः.